पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 110 धर्मदत्त उवाच जयश्च विजयश्चैव विष्णोर्द्वास्थौ मया श्रुतौ किन्तु ताभ्यां पुरा जीर्णं यस्मात्तद्रूपधारिणौ गणावूचदुः तृणबिन्दोस्तु कन्यायां देवहूत्यां पुरा द्विज कर्दमस्यदु दृष्ट्यैव पुत्रौ द्वौ सम्बभूवधुः ज्येष्ठो जयकनिष्ठो भूद्विजयश्चेदिनामदः अन्यस्यामभवत्पश्चात् कपिलो योग धर्मविद जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा संनियमेन्द्रियग्रामं धर्मशीलौ बभूवधुः नित्यमष्टाक्षरी जाप्यौ विष्णुव्रतकराबुभौ साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा मरुत्तेन कदाचित्ता बाहूदौ यज्ञकर्मणि जग्मदुर्यज्ञकुशलौ देवर्षि गणसेवितौ जयस्तत्राभवद्ब्रह्मा याचको विजयो भवत् ततो यज्ञविधिं कृष्णं परिपूर्णं च चक्रदुः मरुदो वभृतस्नातस्ताभ्यां वित्तं ददौ बहु तत्समादाय तौ वित्तं जग्मदुःस्वाश्रमं प्रति यजनाय तदा विष्णोस्तुष्ट्यर्थं तौ तदा मुने तद्धनं विभजन्तो वै पस्पर्धादे परस्परम् जयो ब्रवीत्समो भागक्रियतामिति तत्र सः विजयश्चाब्रवीत्तत्र यल्लब्धं येन तस्य तद् तदो जयो शपत्क्रोधाद्विजयं क्षुब्धमानसः गृहीत्वा न ददास्येदत्तस्माद्ग्राहो भवेदितम् विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्छतं मदभ्रान्तो शपद्यस्मात्तस्मान्मादङ्गदां व्रज तौ तथा चख्यदुर्विष्णुं दृष्ट्वा नित्यार्चने विभुं शापयोस्तु निवृत्तिं तौ ययाचादेरमापदिम् भक्ता वावां कथं देवग्राहमादङ्गयो निगौ भविष्यावकृपा सिन्धो तच्चापो विनिवर्त्यतां श्रीभगवानुवाच मद्भक्तयो वचोः सत्यं न कदाचिद्भविष्यति मयापि नान्यथा कर्तुं शक्यते तत्कदाचन प्रह्लादवचनास्तम्भव्याविर्भूतो ह्यहं पुरा तथाम्बरीशवाक्येन जादो मार्गे स्वयं किल तस्माद्ध्रुवमिमौ शापावनुभूय स्वयं कृतौ लभेतां मत्पदं नित्यमित्युक्त्वान्तर्दधे हरिः गणावोचदुः ततस्तौ ग्राहमादङ्गा बभूदां गण्डकीतटे जातिस्मरौ च तद्योन्यामपि विष्णुव्रते स्थितौ कदाचित् स गजस्नातुं कार्तिके गण्डकीं गतः तावज्जग्राहज ग्राहसंस्मरन् चापकारणं ग्राहगृहीतोऽसौ नागसस्मारश्रीपदिं तदा तावदाविरभूद्विष्णुः शङ्खचक्रगदाधरः त्रितस्थौ ग्राहमादङ्गौ चक्रं क्षिप्त्वा समुद्धृतौ दत्त्वा च निजसारूप्यं वैकुण्ठमनयद्विभुः तदा प्रभृति तत्स्थानं हरिक्षेत्रमिति श्रुतं चक्रसंकर्षणाद्यस्मिन् पाषाणोऽपि हि लाञ्छितः ताविमौ विश्रुतौ लोके जयश्च विजयश्च नित्यं विष्णुप्रियौ द्वास्थौ पृष्ठौ यौ हि त्वया द्विज अधस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः त्यक्तमात्सर्यदम्भो हि भवस्वस मदर्शनः तुला मकरमेषेषु प्रातस्नायी तदा भव एकादशी व्रते तिष्ठ तुलसी वनपालकः ब्राह्मणानपि काश्चापि वैष्णवांश्च सदा भज मसूराश्चारणालाश्च वृन्ताकानपि खादम एवं त्वमपि देहान्ते तद्विष्णोः परमं पदं प्राप्नोषि धर्मदत्तत्वं तद्भक्त्यैव यथा वयम् तवाज्जन्मव्रता तस्माद्विष्णुसन्तुष्टिकारकाद न यज्ञा न च दानानि न तीर्थान्यधिकानि वै धन्योऽसि विप्राग्र्य यदस्त्वयैतत् व्रतं कृतं तुष्टिकरं जगद्गुरोः यत्पुण्यभागाप्तफलं मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् नारद उवाच इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ तया कलहया सार्धं वैकुण्ठभवनं गतौ धर्मदत्तोऽप्यसौ जातप्रत्ययस्तद्व्रते स्थितः देहान्ते तद्विभोस्थानं भार्याभ्यामन्विदोऽभ्यगाद इतिहासमिमं पुराभवं शृणुदेयश्च पुमान्यथा विधि हरिसन्निधिकारिणीं मदिं लभते सौ कृपया जगद्गुरोः इति श्रीपात्मे महापुराणे उत्तरखण्डे कार्तिकमहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने गणपूर्वपुण्यवर्णनो नाम दशाधिशततमोऽध्यायः ॐ